अस्माकम् अधुना करपत्रमस्ति अङ्गम् इति विषये अस्माकं चर्चा चलिता अस्ति. तत्र गतवासरे अस्माकं प्रथमकरपत्रं यत् आसीत् अङ्गकार्यं तत् समाप्तम्. अङ्गम् इति विषयः इति करपत्रं समाप्तम्. अधुना तत्र अस्माभिः दृष्टं यत् यदा तिङन्तपदस्य निर्माणं भवति तत्र भिन्नभिन्नसोपानानि सन्ति, नाम त्रीणि सोपानानि सन्ति. एकं सोपानम् अस्ति प्रत्ययस्य सिद्धि, तदनन्तरं अन्यसोपानम् अस्ति अङ्गस्य सिद्धि, तृतीयसोपानम् अस्ति तयोः योजनं. तत्र अङ्गस्य सिद्धि इति विषये अस्माकं चर्चा भविता. तत्र वयं दृष्टवन्तः यत् तत्र अङ्गस्य निर्माणे बहुविधकार्याणि सन्ति. तत्र सार्वधातुकलकारेषु प्रथमं तु अङ्गस्य निर्माणं भवति तदा धातुः, तदनन्तरं विकरणप्रत्ययः आगच्छति, गण अनुसारविकरणप्रत्ययः आगच्छति. तत्र एकवारं विकरणप्रत्ययः आगच्छति, तदनन्तरं सामान्यतया केवलं धातुविकरणप्रत्ययोः मेलनम् एव भवति, सामान्यमेलनं, किमपि विशेषकार्यं न भवति. परन्तु कुत्रचित् तु गुणकार्यं भवति, सार्वधातुक आर्धातुकयोः इति सूत्रेण अथवा पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति, तदस्ति. तदनन्तरं कुत्रचित् तु धात्वादेशः अपि भवति, यत्र सम्पूर्णधातोः स्थाने नूतनधातुः आगच्छति, यथा पा स्थाने पिब्, घ्रा स्थाने जिघ्र इति, स्था स्थाने तिष्ठ इति भवितुं शक्नोति. तत्र धात्वादेशः अपि भवितुं शक्नोति. तर्हि सामान्यतया केवलं धातुविकरणप्रत्ययस्य योजनम् अथवा गुणकार्यम् अथवा धात्वादेशः भवति. एकवारम् इदं सर्वं कार्यं भवति, तदनन्तरं तिङ्प्रत्ययस्य कृते अङ्गस्य निर्माणं भवति इति अधुना अस्माकं विषयः अस्ति. तदनन्तरम् अधुना वयं द्वितीयकरपत्रं वयम् आरभामहे. अङ्गकार्यगुणः, सर्वे अङ्गकार्यगुणः इति करपत्रं कृपया उद्घाटयन्तु. अस्तु, तर्हि किञ्चित् उच्चैः वदतु, श्रूयते किञ्चित् सम्यक् न श्रूयते. अस्तु, तर्हि अङ्गकार्यगुणः इति अस्माभिः इति अधुना वयं पठामः. तत्र द्वितीयकरपत्रमस्ति, तत्र विजि महोदय कृपया पठतु. अस्तु महोदय, एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्. अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यं. पाणिनेः धातुपादे गुणस्य महत् नृत्यम् अस्ति. इदम् एव गुणस्य नृत्यं सर्वत्र धातुपादे व्याप्तम्. वस्तुतः नृत्यं सरलमेव. अङ्गम् अजन्तं नाम स्वरान्तम् अस्ति चेत् अन्तिमे स्वरे गुणः अर्हः. अङ्गं हलन्तं चेत् गुणः उपधायां सम्भवति. अस्तु महोदय, अग्रे पठामि. आमां पठतु. एतत् सर्वं वयं पठितवन्तः किल. प्रथमम् अङ्गकार्यस्य प्रसङ्गः कः, कस्मिन् सन्दर्भे भवति इति कश्चन चिन्तनक्रमः अस्ति. धातुभ्यः के प्रत्ययाः आयान्ति अपि च केन क्रमेण. ए, चिन्तनक्रमः. मनसि कश्चन धातुः अस्ति अपि च कश्चन लकारः विवक्षितः, यथा वर्तमानकाले इष्टे सति लट् लकारः, एवञ्च धातुः योगः लट्. लट् स्थाने तिङ्संज्ञकः प्रत्ययः, प्रथमपुरुषैः एकवचने ति, द्विवचने थः, बहुवचने अन्ति, मध्यमपुरुषे सि थः थः, उत्तमपुरुषे मी वः मः. अधुना स्थितिः महोदय लट् स्थाने तिङ् प्रत्ययः केन सूत्रेण आगच्छति विजि महोदय? लस्य. तदनन्तरं तिप् तस् नि सिप् तस्थ मिप् मिप् वः सम्यक्. तर्हि लस्य तदनन्तरं तिप्तस्जि इति सूत्रेण लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति. अस्तु अग्रे. अधुना स्थितिः एवं धातुः धातुतः तिङ् प्रत्ययः स च तिङ् प्रत्ययः सार्वधातुकसंज्ञकः तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण अपि च कर्त्रार्थकः कर्त्रार्थकः कर्ता इति अर्थः यस्य सः कर्त्रार्थकः प्रत्ययः. यदि धातुतः प्रत्ययः विहितः अपि च सः प्रत्ययः सार्वधातुकसंज्ञकः कर्त्रार्थकः तिङ्संज्ञकः च तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकरणप्रत्ययः विहितः अस्ति कर्तरि षट् इत्यनेन सूत्रेण इति धातुः विवरणम् आवश्यकं भवति. सर्वे जानन्ति धातुयोगः तिङ् प्रत्ययः अस्ति, तत्र तिङ् प्रत्ययः सार्वधातुककर्तृर्थः, अतः कर्तृशप् इति सूत्रेण धातु अनन्तरं शप् प्रत्ययः आगच्छति. धातुयोगः तिङ् विकरणप्रत्यये योगप्रत्ययः. अग्रे. अधुना धातुः प्लस् विकरणप्रत्ययः प्लस् तिङ्संज्ञकः प्रत्ययः, धातुः योगः विकरणप्रत्ययः प्लस् तिङ् प्रत्ययः इत्येषां संयोजनेन क्रियापदं निष्पद्यते. अत्र कार्यम् अस्ति धातुः तदनन्तरं विकरणप्रत्ययः योजनं. सामान्यतया गुणकार्यं न भवति, कुत्रचित् कुत्रचित् गुणकार्यमपि भवति सूत्रद्वययोजयित्वा. तदनन्तरं धातुः प्लस् विकरणप्रत्यय अङ्गं भवति तिङ् प्रत्ययस्य अङ्गं भवति. तदनन्तरं गुणकार्यं वा न वा इति चिन्तयित्वा वर्णमेलनं करणीयम्. अग्रे अग्रे यथा वद् योगः लट् वद् प्लस् ति वद् प्लस् षट् प्लस् ति वद् प्लस् अ अनुबन्ध विहाय अ निष्पन्नं वद् प्लस् अ प्लस् ति वद् प्लस् ति वदति वद प्लस् ति तर्हि वद वदति वद प्लस् ति वदति. यथा महोदय सामान्यतया किमपि कार्यं न भवति, केवलं वर्णमेलनं भवति वदति इति भवति. अस्तु यत्र हलन्तं हलन्तम् अस्ति चेत् हलन्तमपि सामान्यतया किमपि न भवति, कुत्रचित् तत्रापि गुणकार्यं भवितुं शक्नोति. अस्तु अस्तु धन्यवादः. अग्रे गच्छामः. अरुणां महोदय अस्ति. आं महोदय अग्रे पठतु कृपया. नमस्ते. एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति. एकम् एकः विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. द्वितीयः तिङ्संज्ञकप्रत्ययः सिद्धिः. तृतीय तिङ्संज्ञकप्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोः मेलनं. अत्र धातुयोगः विकरणप्रत्यययोगः तिङ्प्रत्यय विषये त्रीणि कार्याणि सन्ति. प्रथमं विकरणप्रतिनिमित्त अङ्गकार्यं, तद् यथा अङ्गे अन्ते इक् वर्णः वा उपदा अश्वै इक् वर्णः अस्ति, गुणकार्यं कर्तव्यं प्रथमं. द्वितीयं तदनन्तरं तिङ्प्रत्यययोजनेन तिङ्प्रत्यनिमित्त अङ्गकार्यमपि कर्तव्यं, ततः अङ्गतिङ्प्रत्ययः मेलनं करणीयम्. उदाहरणं वद्योगः, शप्योगः, योगः, वद्योगः आयोगः इति. अत्र वद् धातु इकन्द अङ्गं नास्ति, हलन्तं पदं धातुः. उपदा अपि अश्वकार इक् वर्णः नास्ति, ततः अत्र कार्यं न भवति. वद योगः वद एव अङ्गं प्रथमम् आगच्छति. तदनन्तरं तिप्ति योगादि वदति इति रूपं निष्पन्नं भवति. तर्हि किमस्ति अधुना लिखितमस्ति यत् तर्हि त्रीणि सोपानानि सन्ति यथा मया उक्तम्. अत्र धातुयोगः विकरणप्रत्ययः योग योगतिङ्प्रत्ययः. तर्हि विकरणप्रत्ययस्य कृते धातु किञ्चित् उच्चैः वदतु महोदय. विकरणप्रत्ययस्य कृते धातु अङ्गकार्यमस्ति, तत्र धातुयोगः विकरणप्रत्ययः अस्ति. अत्र प्रथमं तु विकरणप्रत्ययस्य कृते धातुमध्ये यदि किमपि अङ्गकार्यम् अस्ति तद् भवति. तदनन्तरं धातुविकरणप्रत्ययस्य मेलनं भूत्वा एकम् अङ्गं तिङ्प्रत्ययस्य कृते अङ्गं निष्पद्यते. तदनन्तरं तिङ्प्रत्ययस्य सिद्धिः अस्ति, नाम तिप्तर्झि इति तु मूलतिङ्प्रत्ययाः सन्ति तत्र. तदनन्तरं तेषां सिद्धिः भवति, तत्र सिद्धतिङ्प्रत्ययाः इति निर्मीयन्ते. तदनन्तरं तिङ्प्रत्ययस्य कृते धातुयोगः विकरणप्रत्ययः इति अङ्गमस्ति, तत्र अङ्गकार्यं पुनः भवितुं शक्नोति, गुणकार्यम् अथवा किमपि अन्यम्. तदनन्तरं तत् धातुयोगः विकरणप्रत्ययः अङ्गमस्ति, तस्य तिङ्प्रत्ययेन योजनं भवति. तदनन्तरं अन्तिमे तिङ्गन्तपदम् इति निष्पद्यते. तर्हि उदाहरणम् अस्ति अत्र वदयोगः अयोगः ति. अत्र अविकरणप्रत्ययः अस्ति, तद्विकरणप्रत्ययस्य कृते वद् नाम धातु इति अङ्गं. तत्र सर्वप्रथमं वदयोगः अ तस्य तत्र कार्यं भवति. अ इति विकरणस्य प्रत्ययेन यदि वद् इति धातोः मध्ये किमपि कार्यं भवति, गुणकार्यम् अथवा धात्वादेशः इति किमपि भवति चेत् भवति. अत्र तु किमपि नास्ति, अतः केवलं वर्णमेलनं भवति. वद इति अङ्गकार्यं भवति, अङ्गं भवति. तदनन्तरं तदनन्तरं तिङ्प्रत्ययः अस्ति तिप्. तत्र तिप् मध्ये तकारस्य हलन्तम् इति सूत्रेण अनुबन्धं भवति, अतः ति इति सिद्धतिङ्प्रत्ययः भवति. तदा वदयोगः ति. अधुना ति इति सिद्धतिङ्प्रत्ययस्य कृते वद इति अङ्गम्. अतः वद मध्ये किमपि अङ्गकार्यं भवति चेत् भवति, नो चेत् केवलं वर्णमेलनं. अत्र केवलं वर्णमेलनं भवति, अतः वदयोगति वदति इति रूपं भवति. परन्तु यथा वयं जानीमः भवति, भवति मध्ये भूधातुः अस्ति, भूयोगः शप् योगः इति. सर्वप्रथमं भूयोगः अ, तत्र अप्रत्ययस्य कृते भूमध्ये अङ्गकार्यं भवति चेत् भवति. त्रिभवति अत्र सार्वधातुक आधातुकयोः इति सूत्रेण भूस्थाने भो भवति, भूयोगः अ. अधुना एचयवायावः इति सूत्रेण भव भव योगः अ इति भवति, भव इति अङ्गम्. अधुना तिङ्प्रत्ययरस्ति ति, तस्य कृते भव इति अङ्गमस्ति. तदनन्तरं पुनः किमपि अङ्गकार्यं भवति चेत् भवति, नो चेत् केवलं वर्णमेलनं भवति. अतः अत्र वर्णमेलनम् अस्ति, अतः तिङ्गन्तपदं यदस्ति तद् भवति भवति इति. एतानि त्रीणि सोपानानि सन्ति तिङ्गं सार्वधातुकलकारेषु तिङ्गन्तपदानां निर्माणे. प्रश्नः अस्ति वा कस्यापि? अस्तु अग्रे गच्छामः. अरुणमहोदय पठतु. आं महोदय, अस्माकम् अवधानम् इदानीं प्रथमे सोपाने अस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं. यत् कार्यं धातौ भवति तस्य कृते बहु न्यूनम् अस्ति किल, किञ्चित् उच्चैः वदतु भगिनि. न वदतु, न शृणोति. इच्छैः सम्यक्तया नास्ति, उच्चैः प्रयत्नं करोमि कृपया. विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, यत् कार्यं धातौ भवति यस्य कृते विकरणप्रत्ययः कारणम् अस्ति तत् कार्यं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं. भवादिगणे तत् अङ्गकार्यं त्रिविधम्, एकं गुणकार्यं, द्वे धात्वादेशः, धातौ अन्याः विकृतयः. अस्मिन् पत्रे केवलं गुणकार्यं पश्येम. धात्वादेशस्य अपरस्य च काचित् चर्चा जाता पूर्वतनकरपत्रस्य अन्तिमे भागे, अग्रे च विस्तृतरूपेण भविष्यति. कथं विवरणं करणं? प्रथमसोपानं विक्रणप्रत्ययनिमित्तक अङ्गकार्यं कथम् इति. भगिनि किमपि न श्रूयते, अहं न जानामि कथं. मैक् समीपे रक्षतु कृपया, मैक् स्पीकर् प्रयोजनं करोमि. अन्यः वदतु. अत्र किमपि नास्ति, अत्र यथा मया उक्तं तदेव अस्ति. अङ्गकार्यं यत् अस्ति विकरणप्रत्ययस्य कृते तद् गुणकार्यं भवितुं शक्नोति, धात्वादेशः भवितुं शक्नोति, अन्य किमपि विकृतयः भवितुं शक्नोति. तत्र यथा अस्माभिः पठितं गतकरपत्रे, धात्वादेशः भवितुं शक्नोति पा स्थाने पिब्, तदनन्तरम् अन्य विकृति भवितुं शक्नोति, यतः दंश् मध्ये अनुस्वारस्य लोपः भवति इति. परन्तु तत्र गुणकार्यम् एकं कार्यमस्ति, अस्मिन् करपत्रे गुणकार्यं कथं भवति इति वयं पठामः. तर्हि अधुना अग्रे गच्छामः. गुणकार्यम् इति किमस्ति इति, कथं भवति, किमस्ति, कुत्र भवति, कुत्र न भवति इति सर्वं वयम् अधुना पश्यामः. अस्तु, तत्रापि गुणकार्यं सामान्यतया सर्वे जानन्ति एव. अत्र सार्वधातुकार्धातुकयोः पुकन्तलघुपदस्य च इति सूत्रद्वयेन एव गुणकार्यं भवति. परन्तु किञ्चित् दीर्घरूपेण अधुना पठामः अङ्गकार्यस्य विषये, नाम अङ्गकार्ये कथं गुणकार्यं भवति इति. अस्तु, तर्हि अग्रे गच्छामः. सुमन् महोदय पठतु. अस्तु, द्वितीयपरिच्छेदः खलु. अत्र अत्र बिन्दुद्वयम् अवधेयं. प्रथमं विकर्णप्रत्ययं निमित्तं मत्वा धातुः एव अङ्गं, नाम धातौ एव अङ्गकार्यं वर्तते. द्वितीयं धातोः अङ्गकार्यं किं नाम विकर्णप्रत्ययं निमित्तीकृत्य किं कार्यं भवति. इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः. केवलं विकर्णप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अवलोकयाम. किन्तु मनसि अवधातव्यं यत् तदा एतत् कार्यं सम्भवति यदा तस्मात् पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिंशत् क्षम्यतां तिंसंज्ञकः प्रत्यय विधीयते. अतः एतत् सर्वं न उच्यते किन्तु मनसि स्यात्. अस्तु, इदानीं तु प्रथमं सोपानम् अस्ति विकर्णप्रत्ययस्य किं प्रभाव इति. इदानीं तु धातु एव अङ्गं भवति विकर्णप्रत्ययस्य कृते. तत्र क्षम्यतां सर्वं प्रायः न अवगतम्. किं न अवगतं? तथा एव खलु? न, किं न अवगतम्? अस्तु, न धातु एव इदानीम् अङ्गं भवति, तत् सम्यक् खलु? आमाम्. अस्तु, तत्र विकर्णप्रत्ययं प्रत्यय आगच्छति विकर्ण प्रत्ययस्य प्रभाव किं भवति धातौ, तद् इदानीं प्रथमं सोपाने पश्यामः इति अहं चिन्तयामि. अन्य किमपि अस्ति चेत् कृपया वदतु महोदय. न, किमपि नास्ति अत्र. यथा विकरणप्रत्ययस्य कृते धातु एव अङ्गम्. अधुना वयं पठामः यत् धातु मध्ये गुणकार्यं कथं भवति. तर्हि परन्तु तस्य क्रमः अस्ति. सर्वप्रथमं धातुयोगः लकारः अस्ति, तदनन्तरं लकारस्य स्थाने तिङ् प्रत्ययः, तदनन्तरं मध्ये शप् प्रत्ययः, विकरणप्रत्ययः इति सर्वम् आगत्य तदनन्तरं धातुविकरणप्रत्ययमध्ये अङ्गकार्यं भवति इति क्रमः अस्ति. सर्वदा एषः क्रमः मनसि निधातव्यम् इति. सर्वदा वयं न वदामः यत् ओ सर्वप्रथमं लकारः, तदनन्तरं तिङ् तदनन्तरं विकरणप्रत्ययः इति एकवारं न वयं वदामः, परन्तु तत् सः क्रमः इति वस्तुतः अस्ति इति चिन्तयतु. इति लिखितमस्ति, किमपि नास्ति. अस्तु, अग्रे. अवधातव्यम् इत्युक्ते गन्तव्यं किम्? अवधातव्यम् इत्युक्ते टेक् इन् टु अकौण्ट्, नाम कन्सिडर् करोतु इति. अस्तु, धन्यवादः. अग्रिमं परिच्छेदमपि पठामि. अस्तु, ज्ञायते यत् अङ्गम् अजन्तं चेत् अन्तिमे स्वरे गुणः अर्हः. अङ्गः हलन्तं चेत् गुणः उपधायां च सम्भवति. एकनिमिषं, मम प्रश्नः अस्ति. अस्मिन् वाक्ये लिखितमस्ति यत् अङ्गम् अजन्तं चेत् अन्तिमे स्वरे गुणः. तत्र वस्तुतया अजन्तं तस्य स्थाने किं भवितव्यम्? इक् वर्णः. इगन्त. इगन्तम्. इगन् अजन्त इति यतोहि अकारः अस्ति चेत् गुणः न भवति, परन्तु अतः इगन्त इति अधिक सम्यक् शब्दः अस्ति. अस्तु, अग्रे. अस्मिन् प्रथमे सोपाने धातुः एव अङ्गम्. धातवः द्विविधा, यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति, तथैव अजन्तधातवः हलन्तधातवः च सन्ति. अस्तु, द्वयोः धातु प्रकारयोः अङ्गकार्यं कीदृशम् इति लक्षयित्वा इदं भागद्वयं कल्पितम्. ततः अग्रे च अजन्तधातवः पुनः पुनः नव उपविभागेषु। तर्हि अधुना वयं यत् अग्रे पठामः यत्र अजन्तधातवः हलन्तधातवः इति विभाजनं, तदनन्तरम् अजन्तधातोः विभाजनं हलन्तधातोः विभाजनं, तद् विभाजनं बहु सामान्यविभाजनम् अस्ति, केवलं भ्वादिगणे अथवा केवलं सार्वधातुकलकारेषु इति न, परन्तु सर्वत्र व्याकरणे अत्र अत्र अत्र विभाजनं मात्रा क्रियताम् मात्रा इदं विभाजनं मात्रा कृतं तत्र इति विभाजनं यत् अस्ति तद् बहु तेन बहु बहु बहु सौकर्यं भवति। अतः कृपया सावधानतया पठतु, तत्र विभाजनं किम् अस्ति, कथमस्ति, तस्य विभाजनस्य महत्त्वं किम् इति सर्वं वयं पठामः। अस्तु अग्रे करोतु। अस्तु, अकारान्ताः धातवः, आकारान्तधातवः, इकारान्तधातवः, ईकारान्तधातवः, उकारान्तधातवः, ऊकारान्ताः धातवः, ऋकारान्ताः धातवः, ऋकारान्त धातवः, एजन्ताः धातवः इति अस्ति। अजन्तधातु इत्युक्ते किं महोदय? अजन्तधातु इत्युक्ते यत्र अच् वर्णः अन्ते अस्ति, इत्युक्ते स्वर अन्ते एकः स्वरः भवति। आम्, तर्हि अच् वर्णः यथा, तर्हि अच् वर्णः अन्ते कः अस्ति तेन आधारेण अजन्तधातवः नवविभागेषु नव अजन्तधातोः धातूनां नवविभागेषु विभाजनम् अस्ति। तर्हि अकारान्त, आकारान्त, इकारान्त, ईकारान्त, उकारान्त, ऊकारान्त, ऋकारान्त, ऋकारान्त, एजन्ताः धातवः। एकं एकं जानातु यत् इदं सर्वं लिखितमस्ति अजन्त हलन्त, तत् अनुबन्धलोपानन्तरं तस्य निर्णयं भवति। नाम लौकिकधातु अजन्त अस्ति अथवा लौकिकधातु हलन्त अस्ति, औपदेशिकधातु यदस्ति यत् नाम मूलधातु अस्ति, इति संज्ञा लोपात् पूर्वं तेन आधारेण अजन्त हलन्त न भवति, इति संज्ञवर्णस्य लोपानन्तरं यत् लौकिकधातु भवति तत् अजन्त अस्ति वा हलन्त अस्ति वा इति चिन्तनं। तर्हि बहुवारं जनानां भ्रमः भवति यत् नाम पठ अस्ति खलु पठ, तत्र औपदेशिकधातु नाम मूलधातु अस्ति पठ, तर्हि जनाः चिन्तयन्ति बहुवारं यत् पठ इति अकारात् धातुः अस्ति, परन्तु पठ मध्ये यत् अकारः अस्ति तत् अनुनासिक अकारः अस्ति, अतः तस्य लोपः भवति, इति संज्ञकवर्णः अस्ति अतः लौकिकधातुः भवति पठ। तर्हि पठ इति लौकिकधातुः अस्ति तत् अजन्तः अस्ति, तत्तु हलन्तधातुः अस्ति। अनुबन्धलोपानन्तरम् अन्तिमवर्णः कः इति निर्णेतव्यम्। अस्तु अग्रे। आं महोदय, हलन्ताः धातवः पञ्च उपविभागेषु, अद् उपधाः, इद् उपधाः, उद् उपधाः, रुद् उपधाः अवशिष्टाः। इदानीं तु अद् इद् उद् हृद् अहं चिन्तयामि अत्र तपर किमपि नास्ति, अत् इत्युक्ते अ वा आ, इद् इत्युक्ते इ दीर्घ ह्रस्व दीर्घ उ अस्ति वा, इदानीं तु इद् इति तपर भवति किं भवती किं चिन्तयति? अद् प्रायः प्रायः वृद्धि अपि इदानीं तु गुणकार्यम् एव खलु, किन्तु वृद्धि अपि भवितुं शक्नोति। गुणकार्यं वृद्धिकार्यम् इति अनन्तरम् आगच्छति, धातोः स्वभावः तु मूलमस्ति किन्तु चिन्तनीयं खलु किमर्थम् एतानि एते भागाः प्रायः अहम् आक्चुलि ऐ चेञ्ज् मै मैण्ड् तपर एव इति चिन्तयामि अत् इत्युक्ते अकार एव इत् इत्युक्ते इकार एव ह्रस्व इकार उत् इदानीं तु उद् अस्ति उद् उपधा इत्युक्ते उत् उपधा इत्युक्ते उकार एव ऋत् इत्युक्ते ह्रस्व ऋकार एव अवशिष्टः तर्हि अत्र तपर तत्काल अस्ति अत् इत्युक्ते केवलं ह्रस्व अकारः इत् केवलं ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अन्ये सर्वे अवशिष्टाः अस्तु तर्हि तर्हि एकवारम् अस्तु महोदय भवती एव अकारान् धातु तत्र उदाहरणं ददातु ददाति चेत् अकारान्तधातु वा अकारान्त वा अकार उपधा वा अकारान्त अकारान्त ओ इगन्तं वक्तुं शक्नोमि अकारान्त कोऽपि जानाति वा सर्वे तु आकारान्त आकारान्त सुलभम् इगन्तमपि सुलभम् अकारान्त रामसप्तं वा भवति किं राम राम धातु धातु कोऽपि जानाति वा हिन्त् ददातु महोदय हिन्त् किमपि नास्ति रड अण रण इत्यादि धातु पुस्तके अस्ति कण रण कुत्र पठति महोदय धातु पाठात् न तत्र परन्तु लौकिकधातु किमस्ति लौकिकधातु एव गड सेचने इति एकम् एकधातु अस्ति तत्र प्रायः न जानामि सर्वे जानन्ति वा कथ जानाति वा कथ तर्हि अस्तु कथ अकारान्त अस्ति आकारान्त ओ पास्थादा ह्रस्व इकारान्त षि अस्ति खलु अस्तु अनन्तरं दीर्घ इकारान्त क्री क्री क्री अस्ति भी अस्ति भी बिभेति ह्रस्व उकारान्त श्रु अस्तु दीर्घ शृणोति दीर्घ उकारान्त भू भ्रु भ्रु भ्रु हा भू अपि अस्ति बहु नास्ति ह्रस्व इकारान्त रु इति धातु अस्ति वा रु अपि धातु अस्ति कृ कृ करोति कृ रु अपि धातु अस्ति महोदय सत्यं कृ कृ कृ कृ करोति दीर्घ तृ वा हा तृ अस्ति तृ तृ तृ अस्ति तदनन्तरं जीर् जृ अपि अस्ति जृ अधुना एजन्त गै भवति खलु गायति अन्य कोऽपि विधि महोदय अधुपदधातु भवतु उदाहरणम् अधुपथ वदति पठति किं जन् जनप्रिय बहूनि बहवः अस्तु महोदय किम् हासपि अस्ति हासपि अस्ति सम्यक् अस्तु मदर् महोदय इदुपद् इदुपद् एकनिमिषं लिख् लिख् अस्ति लिखति अस्तु मिल् मिल् अपि अस्ति अस्तु महोदय अन्य वदतु मदर् महोदय उदुपद् तदनन्तरं महोदय वदतु ह्रस्वरिकारान् विदुपः किं किं कृष् कृष् अस्ति सृज् अस्ति अस्तु तदनन्तरं अन्य अवशिष्टधातु अवशिष्टधातुः यत्र ऋदुपद् उदुपद् इदुपद् किमपि नास्ति सम्यक् धावस्ति धाव धावति क्रीडति इति सम्यक् अवशिष्टम् अस्तु सम्यक् तर्हि सर्वे जानन्ति एकम् उदाहरणं तु सर्वे जानन्ति उत्तमम् अग्रे गच्छामः तर्हि द्वादिगणे अङ्गस्य गुणकार्यम् अस्तु तर्हि मदर् महोदय भवती पठतु आं महोदय द्वादिगणे अङ्गस्य गुणकार्यम् अजन्तदातवः द्वादौ सप्ततिः अजन्तदातवः सन्ति अजन्तदातूनां गुणकार्यं भवति अनेन सूत्रेण सार्वधातुक आर्धधातुकयोः इदं सूत्रम् अङ्गस्य अन्तिमे स्वरे कार्यं करोति यदि सः अन्तिमस्वरः इक् प्रत्याहारे स्यात् इक् प्रत्याहारः नाम इ यु क्रु यु यत्र धात्वान्ते इ च अस्ति तत्र षट् विकरणप्रत्ययस्य कारणेन स्वरस्य गुणः भवति षट् षित् अस्ति षित् अपि अस्ति अतः तस्मिन् परे गुणः भवति अनन्तरं यतोहि नूतनस्य गुणस्वरस्य परं स्वरः अस्ति ततः अकारः अतः एचोयवायवः इत्यस्य प्रसक्तिः अस्ति ए स्थाने ऐ ऐ स्थाने आर् ओ स्थाने औ औ स्थाने आव् तर्हि द्वादिगणे एतत् सर्वं पश्यामः द्वादिगणे अजन्तदातवः किम् इति उक्तं सप्ततिः अजन्तदातवः सन्ति अजन् सावधातुम् आगधातुको इति सूत्रेण गुणकार्यं भवति. अजन्तदातु यदि इत् प्रत्याहारे अस्ति चेत् अपि गुणकार्यं भवति. तदनन्तरं विषर्णप्रत्ययः शित् अस्ति अपि गुणकार्यं भवितुम् अर्हति. तदनन्तरं यथा गुणकार्यं तदनन्तरं केशवायवः इति सूत्रेण कार्यं भवति. ऐ स्थाने आय् ये स्थाने ऐ ओ स्थाने औ औ स्थाने आव् इति रूपं भवति. अग्रे पठामि वा महोदय? द्वादिगणे अकारान्तदातवः न सन्ति. इकारान्तः दातवः द्वादौ ईदृशाः सप्तदातवः सन्ति. गिरियोगः रसप्रद्युते इत्यनेन सकारलोपः अलङ्क्यम् सकारलोपः. गिरियोगः सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्तस्य गुणः. गिरियोगः एतोवायः इत्यनेन ये स्थाने ऐ आदेशः. जय् योगः जय इति अङ्गम्. अत्र जि धातु धातु अस्ति इगन्तधातु. अनन्तरं कर्तरि शप् इति कारणेन अत्र विकर्णप्रत्ययः शप् अस्ति. लषकद्युते इति सकारस्य लोपः भवति. हलन्त्यम् इत्यनेन सकारस्य अपि लोपः भवति. तदनन्तरम् आ एव तिष्ठति. सार्वधातुकयोः इति सूत्रेण इगन्तस्य गुणः भवति. जे योगः अ इति रूपं. तदनन्तरं यशोयवायः इत्यनेन यकारस्य स्थाने ऐ आदेशः भवति. जय इति अङ्गं भवति. सत्यम्. अत्र बोधव्यं यत् पठतु. षप् निमित्तीकृत्य जि इति अङ्गं, ति निमित्तीकृत्य जय इति अङ्गं. तथैव अपि अग्रे सर्वत्र. अत्र विकर्णप्रत्यये कृते जय इति एव अङ्गं. ति इति तिङ् प्रत्यये कृते जय इति अङ्गं भवति. तथा षि योगः षप् षि योगः आ षे योगः आ क्षय योगः आ क्षय इति अङ्गं. तत्रैव ग्रि जय षिप् श्य श्यव श्यय हि स्मय षि क्षय इति रूपं. सम्यक्. तर्हि तत्र दातवः तत्र इकारान्तधातवः सन्ति द्वादिगणे सप्तधातवः सन्ति. तत्र तेषां गुणकार्यं भूत्वा एचो यव याभ इति सूत्रेण अय इति भवति. शिक्षय क्षे ज्रिजय श्रीष्वय स्मिस्मय श्रीश्रय इति भवति. तर्हि एकमेव सूत्रमत्र कार्यमस्ति, सार्वधातुकार्धातुकयोः तदनन्तरं एचो यव याव इति अस्ति. अस्तु, धन्यवादः महोदय. अग्रे विजि महोदय अग्रे पठतु. ईकारान्तकदातवः द्वादौ ईदृशौ द्वौ धातौ स्तः. डि योगः सप् डि योगः अ डे योगः अ डय योगः अ डय इति अङ्गम्. नीयोगः सप् नीयोगः अ गुणकार्यं भूत्वा ने योगः अ एचो अयावः इति सूत्रेण नै योगः अ नय इति अङ्गम्. उकारान्तः धातवः भ्वादौ ईदृशाः तीन पञ्चदश धातवः सन्ति. ध्रुव महोदय, ध्रुव योगः सप् लसक्वदत्तितौ इत्यनेन सकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः, ध्रु आ इति अवशिष्टं, ध्रुव योगः आ, सारुधातुक आतुधातुकयोः इति सूत्रेण ई गन्धम् इत्यनेन गुणकार्यं भवति. ध्रो योगः आ, एचोयावः इति सूत्रेण ओ स्थाने अव् आदेशः, द्रव योगः अ, द्रव इति अङ्गम्. तथैव स्तृ योगः सप् प्रायः स्रु अस्ति महोदय, स्तृ न स्तृ स्तृ स्रु स्रु साधु वा स्रु स्त्र न स्रु स्रु अत्र प्रायः तत्र टैपो अस्ति. ओहो पुत्र दोष. स्रु योगः सप् स्रु श्रव श्रव इति अङ्गं सम्यक् भवति. श्रव इति अङ्गं तथैव कु कव दु धव उ अव दु डव च्यु च्यव पृ प्रव. अस्तु अस्तु अग्रे अग्रे उकारान्तः अन्य कोऽपि पठति. धन्यवादः अरुणा महोदय, अग्रे पठतु. आं महोदय, ऊकारान्तदातवः भवादौ ईदृशाः त्रयः दातवः सन्ति, भू योगः शप् भू योगः अ, न शक्वते हलन्त्यम् इति सूत्रेण संज्ञालोपः भवति, आ एव अवशिष्यते, भो योगः अ, गुणकार्यं भवति, भव योगः भव इति अङ्गं भवति, मु योगः शप् उकारस्थाने ओकारः आगच्छति, ओकार मो योग आ यचो यावयवः सूत्रेण मव भवति. अस्तु, तर्हि भूतस्य भव, मूतस्य मव, पूतस्य पव. अस्तु, अग्रे ऋकारान्त. ऋकारान्तदातवः भवादौ ईदृशाः एकादश धातवः सन्ति, रु इत्यस्य गुणः अर्, हृ योगः शप् लसक्पद्धतिः इत्यनेन शकारः लोपः शकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः, आ एव अवशिष्यते, हृ योगः आ, सार्वधातुक आर्धधातुकयोः सूत्रेण इगन्तस्य गुणः भवति, हर् योगः आ, हर इति अङ्गं, तथैव हृ फृ योगः शप् फ्र फर् फर फर् ह्वर् ह्वर् ह्वर् फर् फर् योगः वाट् इस् ह्वर् ऐम् सारि ओके ह्वर गृ यो गर घृ घर धृ धर स्पृ स्वर स्मृ स्मर इति रूपाणि. ऋकारान्तदातवः दीर्घऋकार एकः धातु एव अस्ति, तृ योगः शप् तृ योगः आ, थर् योगः तर इति रूपं भवति. अस्तु, धन्यवादः महोदय. अग्रे सुमन् महोदय, अग्रे. आं महोदय, क्षम्यताम्, इदन्तम् इदानीं तु ऋकारान्त अपि भवत् एजन्ताः खलु, एजन्ताः धातवः भवादौ ईदृशः एकत्रिंशत् धातवः सन्ति. वयं तु दृष्टवन्तः खलु गै प्रायः, गै अपि अस्ति, अन्ये अपि सन्ति, पठतु. अस्तु, एच् इति प्रत्याहार ए ओ ऐ औ येषां धातूनाम् अन्तिमवर्णः ए ओ ऐ औ च ते एजन्ताः धातवः. अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति किल, यतः धातवन्ते इ उ ऋ वा नास्ति, केवलं सन्धिकार्यं भवति अत्र एचोयवायव इति कारणे कारणतः एचः स्थाने अय अव आय आव एते आदेशाः भवन्ति. दे योगशप् गुणकार्यं नास्ति एव लशक्व तद्धिते इत्यनेन शकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः. दे योग अ सन्धिकार्यम् एचोयावः, दै योग अ यो दय भवति इति अङ्गम्. तथैव मे योग शप् मे योग अ मै योग अ मय, दे दय धे धय वे वय, दै योग शप् दै योग अ आय आदेशः, दाय योगः अ भवति दाय भवति. तथैव गै गाय प्यै प्याय शयै श्याय त्रै त्राय जै जाय शै शाय. अस्तु, तर्हि एतादृशम् अस्ति तत्र. अतः एचयवयाव इति सूत्रेण केवलं सन्धिकार्यं भवति, किमपि गुणम् अथवा किमपि न भवति. अस्तु, धन्यवादः महोदय. अग्रे सर्वे अवगच्छन्ति खलु, प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु, नास्ति चेत् अग्रे गच्छामः. अत्र को अस्ति अधुना? मदन महोदय, अग्रे पठतु. महोदय, हलन्तदातवः द्वादौ ईदृशाः एय्टि दातवः सन्ति. अत्र इत्युपदा धातूनाम् उपदायाम् इत् स्वरस्य गुणः, इत् प्रत्याहार नाम इ उ ऋ लु, इत्युपदा धातु नाम यस्य धातोः उपदायाम् इत् स्वरः अस्ति सः. स्वरात् सकार सकारस्य योजनेन केवलं हस्यः स्वरः निर्दिष्टः, अतः इत् नाम हस्य इकारः, इत् नाम हस्य उकारः, इत् नाम हस्य इकारः. इत् उपदा धातु नाम यस्य धातोः उपदायां हस्य इकारः अस्ति सः. इद् उपदा धातुः नाम यस्य धातोः उपदायां हस्य उकारः अस्ति सः. इत् उपदाया धातोः नाम यस्य धातोः उपदायां हस्य उकारः अस्ति इति. एतत् वयं जानीमः यत् सकारप्रत्यस्य इति सूत्रेण यस्य सकारः अस्ति तस्य एव अकार उत्ति इति अस्ति चेत् उत्कारः ह्रस्व उत्कार एव कार्यं करोति. इकारः अस्ति उत्कारः उत् अस्ति चेत् उकार एव ह्रस्व उकार एव कार्यं करोति. उकारः अस्ति चेत् ह्रस्व उकार एव कार्यं करोति. हलन्तेभ्यः धातुभ्यः उदन्तलघुपदस्य च इत्यस्य प्रसक्तिः, यतोहि इदं सूत्रं कार्यं करोति उपदायाम्. अपि च येषु धातुषु उपदायां बहुत्र ह्रस्व इतः स्वराः सन्ति, अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकः गुणः भवति न तु दीर्घ इकः. सूत्रार्थे यदा गुणः भवति यदा सार्वधातुकः प्रत्ययः आर्धधातुकः प्रत्ययः वा परे अस्ति. शप् तु सार्वधातुकप्रत्ययः, अतः सूत्रस्य प्रसक्तिः. कथम् इदं कार्यं दृश्यते इति अतः पश्यामः. यदि उपदायाम् इकः अस्ति चेत् उदन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति. तदा दीर्घः अस्ति चेत् न भवति. प्रत्यय सार्वधातुकप्रत्यये वा आर्धधातुकप्रत्यये परे अस्ति चेदपि गुणः भवति. उगन्तलघुपदस्य च इति सूत्रेण तर्हि पुगन्तलघुपदस्य च इति सूत्रेण तत्र गुणकार्यं भवति, यतोहि अत्र ह्रस्व इकारः ह्रस्व उकारः ह्रस्वरिकारः सन्ति, अतः गुणकार्यं भवितुं शक्नोति. गुणकार्यं भवति. अस्तु, अग्रे उदाहरणानि सन्ति महोदय, पठतु. इद् उपदायाः दातवः स्वादौ ईदृशाः क्वाटि दातवः सन्ति. योगः शप् लशक् वर्धिते इति शकारस्य लोपः हलन्तम् इति अनेन पकारस्य लोपः. टिक् योगः अकारः. सुगन्तलघुपदस्य इति इत्यनेन अत्र इकारस्य गुणः भवति. टेक् योगः अ इति टेक् इति अङ्गं भवति. अतैव इक् योगः शप् येत् सित् चेत् चित् चेत् निश् वेश् इत्यादीनि अङ्गानि निष्पन्नानि. उपदाः नेश् न महोदय, नेश आम् नेश नेश इट् एट पिट् पेठ चित् चेत निश् नेश अन्ते अकारः अस्ति खलु. आम् आम् महोदय, चित् पेट चित् चेत निश् नेश. अस्तु, धन्यवादः महोदय. अग्रे विजि महोदय पठतु. वादौ ईदृशाः 64 धातवः सन्ति. सुच् प्लस् सप् अनुबन्धलोपः लसक्वदत्तितो हलन्त्यसूत्रेण आ इति अविशिष्टम् अवशिष्यते. सुच् योगः आ पुगन्धलघुपदस्य सूत्रेण गुणकार्यं भवति. सोच् प्लस् अ सोच इति अङ्गं. तथैव कुज् योगकसप् कूज लुट् लोट् मुद् मोद् शुभ् शोभ शोभ इत्यादीनि लोट लोट मोद शोभ इत्यादीनि अङ्गानि निष्पन्नानि. अग्रे ऋ उपधा द्वादौ ईदृशाः 50 धातवः सन्ति. ऋ इत्यस्य गुणः अर् किल महोदय? आम्, गृज् योगः शप् तदनन्तरं गृज् योगः लघुपदस्य इत्यनेन गुणकार्यं गर्ज् योगः गर्ज इति अङ्गं तथैव कृष् योगः शप् कर्ष हृष् हर्ष शृप् सर्प मृष् मर्ष इत्यादीनि अङ्गानि निष्पन्नानि. अग्रे अदुपदा द्वादो ईदृशाः 236 धातवः सन्ति. अत्र ह्रस्वाकारः उपदायाम् अस्ति. अकारस्य गुणविकृतिः न भवति एव, अतः किमपि अङ्गकार्यं नास्ति. गुणकार्यं भवति यदि इक् उपदायामस्ति. अतः अ इति उपदायाम् अस्ति चेत् गुणकार्यं किमपि नास्ति. अतः किमपि अङ्गकार्यम् अपि नास्ति, केवलं वर्णमेलनं. केवलं वर्णमेलनं विकरणप्रत्यये योजनं. लज् योगः शप् अ इति अवशिष्टं, लज् योगः अ लज इत्यङ्गम्. गुणकार्यं नास्ति इति कारणेन. तथैव अक् योगः शप् अक नट् नट यत् यथ वद् वद इत्यादीनि अङ्गानि निष्पन्नानि. अग्रे शेषा, ओ शेषा इत्युक्ते एतानि वर्णानि वयं दृष्टवन्तः. शेष पदं पदानि शेषदातवः. भवादौ ईदृशाः 516 धातवः सन्ति. अत्र उपदायाम् इकः स्वरः नास्ति, अतः किमपि अङ्गकार्यं नास्ति. सेक् योगः सप् अनन्तरं सेक् योगः अ तदनन्तरं गुणकार्यं नास्ति चेत् सेक इति अङ्गं भवति. तथैव मूर्च भवति, मूर्च् मूर्च भवति, मन्त् मन्त भवति, वन्द् वन्द, सूद् सूद इत्यादीनि अङ्गानि निष्पन्नानि इति भवादिगणे विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं विशेषतः गुणकार्यम्. अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते. समाप्तम्. सर्वे अवगच्छन्ति वा? सर्वे जानन्ति प्रायः पूर्वमेव गुणकार्यं कथं भवति. सूत्रद्वयमस्ति, सार्वधातुक आर्धातुकयोः यदा धातु इगन्त अस्ति, तदनन्तरम् उपगन्त लघुपदस्य च यदा धातोः उपधायां लघु इक् वर्णः अस्ति गुणकार्यं भवति, नो चेत् न भवति इति एव अस्ति. अस्तु, तर्हि प्रश्नः अस्ति वा? नास्ति चेत् अग्रे गच्छामः. प्रश्नः नास्ति. अस्तु, अधुना नूतनकरपत्रं महत्त्वपूर्णकरपत्रम् अस्ति. अत्र तृतीयकरपत्रं तिङ्गप्रत्ययानां सिद्धिः, तिङ्गप्रत्ययानां सिद्धिः इति करपत्रमस्ति. तर्हि अस्मिन् करपत्रे किम् अस्ति? तदा मया उक्तं त्रीणि सोपानानि सन्ति. अङ्गस्य विकरणप्रत्ययस्य विकरणप्रत्यय अङ्गप्रत्ययस्य अङ्गकार्यं, तदनन्तरं मेलनं, तदनन्तरं तिङ्गप्रत्ययस्य सिद्धिः, तदनन्तरं तिङ्गप्रत्ययस्य कृते अङ्गकार्यं मेलनं च. तर्हि अधुना अस्माभिः दृष्टं यत् विकरणप्रत्ययस्य कृते अङ्गकार्याणि कानि कानि सन्ति. अधुना द्वितीयं सोपानमस्ति तिङ्प्रत्ययानां सिद्धिः नाम तर्हि वयं जानीमः मूलतिङ्प्रत्ययः तिप्तस्झि सिप्तस्थ मिप्वस्मस् परन्तु सिद्धतिङ्प्रत्ययाः तु भिन्नाः सन्ति खलु तीतः अन्ति सीतः अथ लोट्लकारे तु तामन्तु लङ्लकारे त आताम् अपठदपठताम् अपठन तु अताम् अन् इति सर्वमस्ति तर्हि मूलतिङ्प्रत्ययेभ्यः सिद्धतिङ्प्रत्ययाः कथं निष्पद्यन्ते इति वयम् अधुना अस्मिन् करपत्रे पठामः अस्तु तर्हि अग्रे गच्छामः सुमन् महोदय पठतु सुमन् महोदय क्षम्यतां क्षम्यतां म्यूट् मध्ये आसम् पठतु अस्तु तिङ् तिङ् प्रत्ययानां सिद्धिः प्रथमे द्वितीये च पाठयोः अङ्ग कथं निर्मीयते इति क्षम्यताम् इति अस्माभिः एकनिमिषं महोदय अस्तु प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम् अधुना अङ्ग निर्मितं जय नय भव हर तर गाय शोभ कर्ष लज यत वद मूर्च्छ वद वन्द इत्यादीनि भवादि गणीय अङ्गानि साधितानि ततः अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टम् क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति प्रथममस्ति विकर्णप्रत्यय निमित्तिकम् अङ्गकार्यं तदा धातुविकर्णप्रत्ययोः मेलनं द्वितीयसोपानम् अस्ति तिङ् प्रत्ययः सिद्धिः तृतीय अस्ति तिङ् प्रत्यय निमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ् प्रत्ययोः मेलनम् अस्तु इदानीम् अस्ति अत्रापि त्रीणि सोपानानि सन्ति प्रथमं तु वयं चर्चितवन्तः विकर्णप्रत्यय के निमित्तानि सन्ति तस्य प्रभावः अङ्गे किं भवति अनन्तरम् अङ्गस्य किमपि कार्यम् अस्ति चेत् विकर्ण प्रत्यय निमित्तं कार्यम् अस्ति चेत् तद् कुर्मः अनन्तरं विकर्णप्रत्यय अङ्गम् अङ्गयोः मेलनम् इदानीं तु वयं द्वितीयतृतीयसोपानं प्रायः पठामः तिङ् प्रत्ययस्य सिद्धीकरणम् अनन्तरं तिङ् प्रत्ययस्य प्रत्यय कानि निमित्तानि सन्ति अङ्गकार्यं किं भवति तत्र अङ्गकार्यं किं भवति अनन्तरं नूतन अङ्ग इत्युक्ते इदानीं तु विकर्णप्रत्यय धातु मिलित्वा अङ्गः भवति अनन्तरं तिङ्प्रत्ययस्य किमपि प्रभावः अस्ति चेत् तत् कार्यमपि कुर्मः अनन्तरं नूतन अङ्ग तिङ्प्रत्ययस्य मेलनं तर्हि अधुना अस्माकम् अस्मिन् करपत्रे द्वितीयसोपानमस्ति तिङ्प्रत्ययसिद्धिः अस्तु पठतु अग्रे. गतकरपत्रे प्रथमं कार्यं जातं नाम धातुविकर्णप्रत्ययोः मेलनेन अङ्गं निर्मितं. द्वितीयं कार्यं किं? तिङ् प्रत्ययस्य सिद्धिः. अत्र अग्रिम परिच्छेदमपि पठामि किम्? अस्तु. अत्र स्मर्तव्यं यत् वस्तुतः विकर्णप्रत्ययस्य आगमनार्थं तिङ्प्रत्ययः आवश्यकः एव. प्रथमं धातु अस्ति तदा लकारः विवक्षितः. लकारस्य स्थाने तिङ्संज्ञकः प्रत्ययः आगतः. तदा एव कर्तरि शप् इत्यनेन विकर्णप्रत्ययः आयाति. अतः प्रष्टुं शक्यते यत् तिङ्प्रत्यय सिद्धिः द्वितीय सोपानं कथं भवितुम् अर्हति. उत्तरम् एव प्रथम सोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति अस्ति एव सत्यं. मनसि एव भवेत्, परन्तु क्रियापदस्य निर्माणार्थं क्षम्यताम् अस्माकम् अंशद्वयम् अस्ति, अङ्गं तिङ्प्रत्ययः च. द्वयोः पृथक् पृथक् यन्त्रगारम् अस्ति. समयदृष्ट्या तिङ्प्रत्यय पूर्वम् एव क्रियते. तथापि केवल चिन्तनार्थम् अनेन कारणेन सौकर्यम् अस्ति प्रथमम् अङ्गनिर्माणः तदा तिङ्प्रत्ययं साधयित्वा आनयामः. अस्माकं पृथक् यन्त्रगारे तिङ्प्रत्यय सिद्धिः भवति तावत् एव. अस्तु, इदानीम् अस्ति प्रथमं धातु योगः लकारः भवति. लकारः सार्वधातुलकारः अस्ति, अपि च कर्तरिप्रयोगे अस्ति चेत् कर्तरि शप् इति सूत्रेण विकर्णप्रत्यय आयाति. किन्तु विकर्णप्रत्यय धातु तिङ्प्रत्ययोः मध्ये आयाति. अतः प्रथमं सोपानं यदापि तिङ्प्रत्यय एव प्रथमम् आगच्छति, प्रथमं सोपानं तु विकर्णप्रत्ययः धातोः मेलनं भवति. तत्र प्रथमं तु तिङ्प्रत्ययः तिङ्प्रत्ययस्य आवश्यकता अस्ति, यतोहि तिङ्प्रत्ययः नास्ति चेत् विकर्णप्रत्ययः कथम् आगच्छति? परन्तु एकवारं विकर्णप्रत्ययः आगच्छति तदनन्तरम् अङ्गकार्यं तिङ्प्रत्ययसिद्धिः इति भिन्नभिन्न कर्तुं शक्नुमः. तत्र प्रथमं किं भवति, द्वितीयं किं भवति, तस्य महत्त्वं किमपि नास्ति, यतोहि फलं समानमेव भवति. अतः यन्त्रागारे इत्युक्ते फ्याक्टरि अस्ति, तत्र एक फ्याक्टरि मध्ये एकयन्त्रागारे अङ्गस्य निर्माणं भवति, द्वितीय अन्य भिन्न यन्त्रागारे तिङ्प्रत्ययसिद्धिः भवति, तदनन्तरम् उभयोः मेलनं भवति. तर्हि वस्तुतः प्रथमं तिङ्प्रत्ययः आगच्छति, तदनन्तरम् एव विकरणप्रत्ययः. परन्तु एकवारं विकरणप्रत्ययः आगच्छति तदनन्तरं तस्य केन कस्मिन् क्रमे तस्य निर्माणं भवति तथा तस्य महत्त्वं नास्ति इति. अतः तस्य तस्य सौकर्यं किं भवति यत् तिङ्प्रत्ययस्य सिद्धिः अन्यस्मिन् स्थाने भवितुं शक्नोति. अङ्गस्य सिद्धिः अन्यस्मिन् स्थाने भवितुं शक्नोति. तत्र भिन्नभिन्नकार्यम् अस्ति, स्वतन्त्रकार्याणि सन्ति, डिपेण्डेण्ट् नास्ति, इण्डिपेण्डेण्ट् अस्तु इति अस्ति. अस्तु अग्रे. तर्हि अधुना तिङ् प्रत्ययान् साधयितुम् इच्छामः. वदति, वदतः, वदन्ति इत्येषु क्रियापदेषु तीतः, अन्ति इति तिङ् प्रत्ययाः सन्ति. क्षम्यतां, तेषां तिङ् संज्ञा भवति, अतः तिङ्संज्ञकः प्रत्यय इति उच्यते. एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति. आहत्य नवप्रत्ययाः परस्मैपदी धातूनां कृते, नवप्रत्ययाः आत्मनेपदीनां धातु कृते. अस्तु, परस्मैपदीनां परस्मैपदी धातूनां मूलतिङ् प्रत्ययाः सन्ति. धन्यवादः महोदय. तीतः, अन्ति इति सिद्धतिङ् प्रत्ययाः सन्ति. मूलप्रत्यये तु अस्ति तिप्तर्षि. तर्हि अस्माकम् इदानीम् अस्मिन् परपत्रे वयं पठामः तिप् तस् झि तस्य तीतः अन्ति कथं भवति इति सर्वं वयं पठामः. अस्तु, तर्हि अरुणा महोदय, परस्मैपदिधातूनां मूलतिङ्प्रत्ययः पठतु. आं महोदय, परस्मैपदिधातूनां मूलतिङ्प्रत्ययाः तिप् तस् झि सिप् थस्थ मिप् वस् मस्. आत्मनेपदपदिधातूनां मूलतिङ्प्रत्ययाः ता, आतां, झ, धास्, आथां, द्वम्, इड्, वहि, महिं इति नवप्रत्ययाः सन्ति. तां सेवेन्टीन् अष्टादशप्रत्ययः सन्ति. तत्र सूत्रे अस्ति खलु, तिप्तर्झि सिप्तस्थ मिप्वस्मस् त आतां झ था साथां द्वम् इड्वहि महि. सूत्रमस्ति खलु, तत् सूत्रे एकस्मिन् एव प्रत्ययाः अष्टादश प्रत्ययाः लिखिताः सन्ति. अत्र भिन्नभिन्नक्रमेण लिखितं, तिप्तर्झि प्रथमपुरुष, सिप्तस्थ मध्यमपुरुष, मिप्वस्मस् उत्तमपुरुष, अनन्तरं त आतां झ था साथां द्वम् इड्वहि महि अष्टादश प्रत्ययाः सन्ति. सूत्रसङ्ख्या कोऽपि जानाति वा? 3478 तथा महोदय उक्तं 3478 इति अस्ति. तिप्तर्षि सिप्तस्थमिप्वस्मस् इति लिखितमस्ति. अस्तु अग्रे महोदय पठतु. येषां नाम तिङ्, यतोहि तिप् इत्यस्य ति तः आत्मनेपदिधातूनां कृते महिङ् इत्यस्य इङ् पर्यन्तं भवति. आहत्य अष्टादशमूलप्रत्ययाः सन्ति. तर्हि तिप् इत्यस्य ति तः महिङ् इत्यस्य इङ् पर्यन्तम्, अतः ति योगः इङ् तिङ् इति वदति. परस्मैपदे प्रथमप्रत्ययः तिप्, आत्मनेपदे अन्त प्रत्ययः महिङ् इति स्वीकृत्य तिङ् इति प्रत्याहार पाणिनीयमहर्षेण दातुच्यते. किं लिखितं? तिङ् इति एषं तिप् प्रत्ययः, आदिप्रत्ययः आत्मनेपदानां, तिङ् महिङ् इति आत्मनेपदी दातु प्रत्ययानां अन्तः प्रत्ययः इति योज्य तिङ् इति प्रत्याहार नामकरणं भवति. तर्हि टिङ् टिप् तस्य ति महिन् तस्यङ्ग अतः टिङ् यथा प्रत्याहारे प्रथमवर्णेन अन्तिमवर्णपर्यन्तम् इति लिखितमस्ति तथैव टिङ् इत्युक्ते तितः टिप्तः महिन् पर्यन्तम् इति. अस्तु अग्रे. एभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते. एकैकलकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति. नवप्रत्ययाः प्रथमपदिधातूनां कृते, नवप्रत्ययाः आत्मनेपदिधातूनां कृते. एकैकस्य लकारस्य प्रत्ययाः भिन्नाः, परन्तु येषां सर्वेषां प्रत्ययानां मूलतु एते उपरि लिखिताः अष्टादशमूलाः. अत्र वदति दशलकारेषु अष्टादश प्रत्ययः एव प्रयोजनं भवति, परन्तु एकैकलकारस्य अष्टादश परस्मैपदानां नवप्रत्ययः आत्मनेपदिधातूनां नवप्रत्ययः एव प्रयोजनं भवति. एकैकस्य लकारस्य प्रत्ययः भिन्नः अपि भवति, परन्तु मूलप्रत्ययः एव स्वीकरणीयं प्रथमं, तदनन्तरं रूपं भिन्नं भवति. तर्हि मूलप्रत्ययः सर्वेषां लकाराणां कृते मूलप्रत्ययः तु समानः एव, परन्तु सिद्धतिङ्प्रत्ययाः भिन्ना भिन्ना सन्ति. नवप्रत्ययाः परस्मैपदिधातूनां कृते प्रत्येकलकारे, नवप्रत्ययाः आत्मनेपदिधातूनां कृते प्रत्येकलकारे. तर्हि अस्मिन् करपत्रे वयं पठामः यत् अष्टादशमूलतिङ्प्रत्ययेभ्यः सार्वधातुकलकारेषु, नाम लट् लोट् लङ् विधिलिङ् इति लकारेषु, सिद्धतिङ्प्रत्ययः कथं निर्मीयन्ते इति वयम् अस्मिन् करपत्रे पठामः. वार्ता अस्ति. अस्तु अग्रे. महोदय अग्रे. अवधेयं यत् अङ्गं द्विविधा कीदृशम् अदन्तम् अनदन्तं च इति द्विविधा अङ्गमस्ति. तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा अदन्ताङ्गानां कृते सिद्धप्रत्ययाः भवन्ति, तेभ्यः अनदन्त अङ्गानां कृते च सिद्धप्रत्ययः किञ्चित् भिन्नाः. द्वयोः मध्ये बहुत्र साम्यम् अस्ति, कुत्रचित् एव भेदः. अधुना अस्माकम् अवधानम् अदन्त अङ्गानां सिद्धतिङ्गप्रत्ययेषु अस्ति. किं लिखितम्? अङ्गं द्विविध सन्तः, अदन्त अङ्गम् अनदन्तम् अङ्गम् इति. तत् आधारेण सिद्धप्रत्ययः अपि द्विविधाः, अस्मिनेपदी परस्मैपदी आत्मनेपदी इति द्विविधाः प्रत्ययः अपि अस्ति. अदन्ताङ्गानां कृते सिद्धप्रत्ययः भवन्ति. अहं न अवगतं महोदय अदन्ताङ्गानां. तर्हि यथा तर्हि यत् तिङ् प्रत्ययः अस्ति तस्य कृते यत् अङ्गमस्ति, अङ्गम् इत्युक्ते धातुविकरणप्रत्ययस्य मेलनेन यत् अङ्गं निष्पद्यते तदङ्गम्, तद् अङ्गम् अदन्तं भवितुं शक्नोति, नाम तस्य अङ्गस्य अन्ते ह्रस्व अकारः भवितुं शक्नोति. अनदन्तं भवितुं शक्नोति, नाम तस्य अङ्गस्य अकारे ह्रस्व अकारः न भवितुं शक्नोति, द्विविधं भवितुं शक्नोति. अदन्तम् अनदन्तम् अङ्गम् इति आधारेण किञ्चित् भेदः, कश्चित् भेदः भवति तिङ्गप्रत्ययेषु. नाम तर्हि अदन्त अङ्गानां कृते तिङ्गप्रत्ययाः सन्ति, अनदन्तानाम् अङ्गानां कृते किञ्चित् भिन्नाः तिङ्गप्रत्ययाः सन्ति. तर्हि अस्तु, तर्हि मूलतिङ्गप्रत्ययः तु अष्टादश, तदनन्तरं लकारम् अनुसृत्य तिङ्गप्रत्ययाः भिद्यन्ते, लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ्ग् लकारे, सर्वत्र तिङ्गप्रत्ययाः भिद्यन्ते, अष्टादशप्रत्ययाः सन्ति प्रत्येकलकारे. तत्रापि अदन्त अङ्गम् अनदन्तम् अङ्गम् इति आधारेण अपि किञ्चित् भेदः भवितुं शक्नोति. अदन्त अङ्गानां कृते एकरूपेण तिङ्गप्रत्ययाः सन्ति, अनदन्तानाम् अङ्गानां कृते अन्यरूपेण. तर्हि महोदय वदतु, भवती एव वदतु, कस्मिन् कस्मिन् गणे यत् अङ्गम् अस्ति तत् अदन्तमस्ति? सर्वेषु गणेषु अदन्तम् अङ्गमस्ति. न न न, श्ना भवति, श्नु उ भवति. अदन्तम् अङ्गं तथैव भवति यदा विकरणप्रत्ययस्य अन्ते अकारः अस्ति खलु. तर्हि विकरण, तर्हि अरुणा महोदय, कस्मिन् कस्मिन् गणे विकरणप्रत्ययस्य अन्ते अकारः अस्ति? भुवादि, दिवादि, चुरादि. दिवादि, चुरादि, तदनन्तरम् एकं क्रिया उनादि. किं भुवादिगणे, तदनन्तरं दिवादिगणे, चुरादिगणे, अकारान्त अदन्त अङ्गम् त्रयादि, अनादिगणेश, तनादि, तनादि अपि नास्ति महोदय. सुदादिगणे खलु, सुदादिगणेश, शवप्रत्ययः अस्ति, ओ अन्ते. तर्हि अदन्तमङ्गमस्ति भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे. अनदन्तमङ्गम् अन्यगणे, नाम अदादिगणे, जुहोत्यादिगणे, तदनन्तरं स्वादिगणे भवति, स्नु अस्ति खलु, स्नु उकारान्त, तदनन्तरं क्रियादिगणे, क्रियादिगणे अपि अस्ति, श्ना अस्ति, आ, तदनन्तरं तनादिगणे अपि अस्ति, उ अस्ति विकरणप्रत्यय, अथवा विकरणप्रत्यय उ अस्ति, अथवा अनदन्तमङ्गम् अस्ति. तर्हि तर्हि चुरादिगणे, भवादिगणे, दिवादिगणे, चतुर्दादिगणे, चुरादिगणे अदन्त अङ्गा अङ्गाः सन्ति, अतः तिङ्गप्रत्ययाः सन्ति भिन्नम्, अन्ये गणेषु तिङ्गप्रत्ययाः सन्ति भिन्नम् इति वार्ता अस्ति. सर्वे अवगच्छन्ति वा? आम् महोदय, धन्यवादः. तर्हि अग्रिम ददातु कृपया, किम् एकम् उदाहरणं ददातु कृपया. कस्य उदाहरणं? यत् यत्र प्रत्यय भिन्न अस्ति, अदन्तं वा अनदन्तम्. अस्तु, किं भवती वदतु, वट् धातु द्वादिगणे अस्ति, तस्य प्रथमपुरुषबहुवचनं किं? पठन्ति. किं पठन्ति खलु, पठन्ति, तत् नकारः अस्ति. परन्तु दा धातु, तस्य प्रथमपुरुषबहुवचनं किं? ददति. तत्र नकारः नास्ति खलु. आम् आं, सत्यं. यतोहि यतोहि लट् लकारः एव अस्ति, परन्तु यतोहि लट् लकारः अस्ति, यतोहि परस्मैपदी अस्ति, तथापि किञ्चित् भिन्नता अस्ति तत्र, तत्र अदन्त अङ्गम् अनदन्तम् अङ्गम् इति. यतोहि ददा, ददाति मध्ये अङ्गम् अनदन्तं नास्ति, ददा अस्ति खलु, ददा आकारान्तम्. परन्तु पठति मध्ये पठ इति अदन्तम् अङ्गम् अस्ति, अदन्तम्. तत्र भेदः, किञ्चित् भेदः भवति. अत्र अन्य उदाहरणमपि अस्ति प्रायः, किमस्ति, अत्र घ अपि जुहोत्यादि गणे अस्ति, तत्र अपि आकारान्त भवति, तत्रापि जिघ्रति भवति किम्? घ्रा धातु भवादिगणे अस्ति. क्षम्यता, घ्रा धातु भवादिगणे अस्ति. ओ, घ्रा धातु द्वित्वं भवति खलु जिघ्राति न द्वित्वं नास्ति जिघ्रमय द्वित्वं नास्ति ओ अस्तु अहं चिन्तितवती तत्र द्वित्वं भवति किञ्चित् परिवर्तनं भवति अनन्तरम् ओ अस्तु तत्र नास्ति तत्र लोट् लकारे अपि अस्ति प्रायः तत्र भेदः अस्ति अत्र मम मस्तिष्के न आगच्छति परन्तु लोट् लकारे अपि प्रायः भेदः सन्ति अत्र अदन्तम् अनदन्तम् पश्यामः अग्रे आगच्छति तत्र यदा अस्तु किञ्चित् just off the top of my head kimapi na chintitum shaktavati atah prishtavati dhanyavad mahoday ee idi dhatu mahoday ee ee dhatu asti parivartanam bhinnam asti kila tasya parivartanam bhinnam am am इगन्धं किल श्वेते अस्ति प्रथमपुरुष एकवचनं किन्तु तत्र श्वेत रूपाणि भिन्न भवन्ति शेते शेरते शयाते अस्ति खलु भिन्नं भवति आम् अस्तु तर्हि अधुना विरमामः अग्रिमरविवासरे वयं सिद्धतिं प्रत्याणाम् आरम्भं कुर्मः धन्यवादः शुभरात्रि शुभदिनं धन्यवादः भवते धन्यवादः महोदय शुभदिनं शुभदिनम्